नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे प्रेरणार्थे निच् इति पाठः अनुवर्तते. तत्र प्रेरणार्थे निच् इत्यत्र वयं गतसप्ताहे अजन्तानां विषये दृष्टवन्तः, किल. तत्र त्रीणि प्रमुखसूत्राणि आसीत्. तत् प्रथमं दृष्ट्वा अनन्तरं गच्छामः. तत्र निच् प्रत्ययस्य निमित्तत्वात् तत्र प्रमुखकार्यत्रयं सम्भवति औपदेशिकधातोः. तत्र अचो निति अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति निति निति प्रत्यये परे इति प्रथमम्. अनन्तरम् अथ उपधायाः इति, उपधायाम् अतः अस्ति चेत् तत्र वृद्धिः भवति, तस्यापि वृद्धिकार्यमेव निति निति प्रत्यये परे. पुगन्तलघुपदस्य, तत्तु परिचितसूत्रमेव, सार्वधातुक आर्धधातुकप्रत्यये परे पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति इति कार्यत्रयं सूत्रद्वयेन वृद्धिः भवति. अचोणिति अत उपधायाः, अत उपधायाः इत्यनेन उपधावर्णस्य वृद्धिः, अचोणिति इति अन्त्यवर्णस्य अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः. पुगन्तलघुपदस्य इत्यपि उपधाकार्यमेव, परन्तु इकः लघुपद इकः गुणः भवति इति कार्यत्रयं प्रमुखकार्यं भवति. अनन्तरं तत्र वयं चुरादिगणे प्रेरणार्थे तत्र वैशिष्ट्यं किम् इति अपि दृष्टवन्तः. नेरनिटि इति सूत्रेण यदा वयं चुर् इति धातुः स्वीकुर्मः, तत्र सत्यापपाशरूप इत्यनेन णिच् विधीयते चुरादिभ्यः णिच्, चुर्योगः णिच्. इदानीं चोरी इति स्वार्थे अस्ति. तत्र हेतुमति च इत्यनेन पुनः णिच् विधीयते, णिच् द्वयं, परन्तु प्रथम णिच् इत्यस्य यत् चुरादिभ्यो सत्यापपाश इत्यनेन यद् णिच् विधि विहितं तस्य लोपः भवति. चोर्योगः इ चोरी इति प्रेरणार्थे भवति दृष्टवन्तः. तत्र सामान्यप्रक्रियाचिन्तने आकारान्तधातुः तत्र अजन्तधातवः तत्र प्रथमः आसीत् आकारान्तधातवः इति. तत्र पुगागमः भवति इति दृष्टवन्तः. अस्ति स्त्रीलि मूयि क्ष्मायि यातां पुङ्नौ रु ह्री व्ली री क्नूयि क्ष्मायि एतेभ्यः धातुभ्यः अनन्तरम् आकारान्तधातुभ्यः पुक् आगमः भवति. अतः एव अस्माकं धा इति धातोः यदा णिच् हेतुमति च इत्यनेन विधीयते, अनन्तरं तत्तु आकारान्तधातुः इति कृत्वा पुक् आगमः भवति. दापि इति इदानीम् अस्माकं नूतनधातुः, दा सनाद्यन्तादातवः इत्यनेन धातुसंज्ञा, अनन्तरं शप् योगः ति दापयति, धा समानरीत्या धापयति इति रूपम्. अतः अर्तिह्री इत्यनेन पुक् आगमः भवति परिगणितधातूनाम्, अनन्तरम् आकारान्तधातूनां पुक् आगमः णिच् प्रत्यये पदे. तद् पर्यन्तं वयं दृष्टवन्तः. इदानीम् एजन्तधातोः पश्यामः. उषा भगिनी पठति वा? आं भगिनि. एजन्तधातवः सर्वे आकारान्तधातवः भवन्ति. आते च उपदेशे अशिति. उपदेशे एजन्तस्य धातोः आत्वं न तुषिति. येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः, अलोन्तस्य इत्यनेन अन्त्यस्य अलः स्थाने एच् इत्यनेन ए ओ ए ऐ ओ औ, शु इत्यस्य स षित् न षित् अषित्, तस्मिन् विषये अशिति नञ् तत्पुरुषः. आत् प्रथमान्तम्, एचः षष्ट्यन्तम्, उपदेशे सप्तमीयन्तम्, अशिति सप्तमीयन्तम्, अनेकपदमिदं सूत्रम्. लिटि धातोः अनभ्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रम्. एचः धातोः आत् उपदेशे अशिति, अनुवृत्तिसहितसूत्रम्. एचः धातोः आत् उपदेशे अशिति इति, आते च उपदेशे अशिति इति सूत्रस्य इति सूत्रं वदति. एचः धातोः विशेषणम् एचः इति ए ओ ऐ औच् ए ऐ ओ औच् इति अन्तदातवः एजन्तदातवः आत् भवति उपदेशे उपदेशे यत् दातवः एजन्तदातवः सन्ति तत् परतः अशिति प्रत्ययः भवति चेत् अशिति इति न षित् इति न शकार असीत् न षित् प्रत्ययः भवति चेत् अशिति प्रत्यये परे एजन्तदातवः उपदेशे एजन्तदातवः आत् भवति इति सूत्रं वदति. यथा ग्लै ग्लै इति एजन्तदातवः ऐकारान्तदातवः उपदेशे अस्ति. ग्लै इति आते च उपदेशे अशिति इत्यनेन ऐकारस्य स्थाने आकारः आगच्छति. ग्लै इति ग्ला इति भवति निजन्तप्रक्रिये. निच् इति अशिति अशितिप्रत्ययः उपदेशे अपि अस्ति. ग्लै इति ग्ला भवति. म्लै इति म्ला भवति. ध्यै इति ध्या भवति. शो इति धातोः शा भवति. सो इति धातोः सा भवति. वे इति धातु वा भवति. छो इति धातुः छा भवति. अतः णिच् प्रकरणे एजन्तदातवः आकारान्ताः एव इति अवगम्यता. आकारान्ताः इति कारणतः अर्ति ह्रि व्लि रि क्नुयि क्ष्माय् यातां पुक् नौ इत्यनेन पुकागमः भवति इति सामान्यविषयः. अग्रे पठामि वा भगिनि. अतः तत्र यत् अनेन सूत्रेण आदेश उपदेशे अशिति इत्यनेन यद्यद् अशि प्रत्ययः परः अस्ति चेदपि तत्र आत्वं भवति एव किल. तत्र केवलं निच्छिति न क्ला तुमुं क्ला तत्र ईकारः आगच्छति वा. अत्र शिति किं सूचयति भगिनि अशिति इति? अशिति इत्युक्ते यः षित् प्रत्ययः नास्ति. अस्माकं मिच् इति शकारस्य इत्संज्ञा नास्ति किल, अतः तद् अशित् प्रत्ययः. यदा वयं तुमुन् त्वान्त इति स्वीकुर्मः तदपि अशित् प्रत्ययः, परन्तु तत्र वयं प्रायः तुमुन् इत्यत्र इदागमः न भवति, त्वान्त इत्यत्र भवति वा, प्लातुं भवति वा. त्वा इत्यस्य इडागमः, सो त्वा इत्यस्यापि इडागमः भवितुम् अर्हति. बट् अत्र इडागमः किं भगिनि पुनः वदतु? सार्वधातुक आर्धधातुकप्रत्ययः इति वा? तत्र सार्वधातुकप्रत्यये शत्रु शानचि एतत् एतत् अतः एव तत्र केवलम् आर्धधातुक इत्यस्य न, बहुषु स्थलेषु अस्य प्रसक्तिः अस्ति इत्येव अहं वक्तुम् इष्टवती. आदेश उपदेशे अशिति इति केवलम् आर्धधातुकविषये न, यत्र यत्र अशित् अस्ति तत्र तत्र अस्य प्रसक्तिः. लयोगः शप्योगः तिप् इत्युक्ते ग्लायति म्लायति इति भवति, परन्तु अत्र तु न भवति. तत्र भवति अत्र न. प्लातव्यं समीचीनं, प्लातव्यं प्लातुं सर्वत्र भवति. निशाता निशातुं निशातव्यम् इति भवति. तदेव मम प्रश्नः आसीत्. तत्र भवति तत्र तुमुं तव्य म्लै म्लानः इति भवति म्लानः म्लानः क्लानः तृच् क्ला क्लाता निशाता सर्वत्र भवति आदेश उपदेशे अशिति आकारः आगच्छति अतः ईडागमः न भवति इति वा भगिनि अत्र निच् प्रत्ययस्य इडागमचिन्तनं नास्ति किल तदेव वयं प्रथमं अतः एव वयं प्रथमं स्वीकृतवन्तः परन्तु मम प्रश्नः एवमस्ति कुत्र अन्यत्र कुत्र अस्य सूत्रस्य प्रसक्तिः इति ग्लाता ग्लातुं ग्लातव्यं सर्वत्र भवति एव अस्तु महोदय तदेव धन्यवादः केवलम् आर्धधातुके इति न पूर्वमपि वयं कुत्रचित् अन्यत्र दृष्टवन्तः आदेश उपदेश अशति तत्रापि भवति एजन्तधातूनाम् आत्मम् अस्तु भगिनि अग्रे उषा भगिनी यथा ग्लै योगः णिच् ग्ला योगः ई भवति ग्ला योगः पुक् पुक् आगमः भवति ग्लायोगः पुक् योगः इ ग्लायोगः पकारयोगः इ ग्लापि इति नूतनधातवः भवति सनात्यन्तधातवः इत्यनेन धातुसंज्ञा भवति ग्लापि कर्तरि कारणतः शप् आयाति ग्लापि योगः शप् योगः ति ग्लापयति इति भवति ग्लैयोगः णिच् इत् इत् कार्यं करोति खलु भगिनि ग्लापै अनन्तरम् एव शप् योजनेन इति योजनेन ग्लापयति इति अन्तिमरूपं निष्पन्नं खलु ग्लैयोगः णिच् इत् संज्ञा अनन्तरं ग्लायोगः इ भवति निच् इति प्रत्यये इ एव भवति ग्लायोगः इ ग्ला इ इति निच् प्रत्ययस्य अर्ति ह्री व्ली री नूयि ष्म यातां पुक् नौ इत्यनेन आकारान्तदातवः कृते पुक् आगमः भवति इति सूत्रं तत् सूत्रं वदति पुक् आगमः आद्यन्तौ टकितौ इत्यनेन आद्यन्तौ टकितौ सो अन्ति धातोः अन्ति धातोः परम् आयाति ग्लायोगः पुक् योगः इ इति भवति अर्ति ह्रीव्ली रीक्नुयिष्मायातां पुक् नौ इति सूत्रेण धातोः कृते पुक् आगमः भवति इत्यनतः पुक् इति ककारान्त इत् संज्ञा अस्ति चेत् धातोः अनन्तरम् आयाति ग्लायोगः पुक् योगः इ ग्ला पकारः ग्लायोगः पकारः योगः इ इति भवति ग्लापि इति भवति ग्लापि इति नूतनधातु भवति नूतनधातु कृते प्रथमं तिप् प्रत्ययः आयाति ग्लापि योगः ति ति इति सार्वधातुक कर्त्रार्थे भवति इत्यतः शप् प्रत्ययः आयाति कर्तरि शप् इत्यनेन ग्लापि योगः शप् योगः ति इति भवति ग्लापि योगः शप् योगः ति ग्लापि योगः अ योगः ति इति भवति अ इति शप् प्रत्ययः पकारान्तप्रत्ययः एक्स्पेक्टेड् ग्लापे योगः अ योगः ति इति भवति ग्लापे एचो अयवायावः ग्लापै योगः अ योगः ति ग्लापयति इति रूपं सिद्ध्यति सूत्रेण गुणः भूत्वा ग्लापे भवति अनन्तरं यचो एव यावः इति सूत्रेण ऐ आगच्छति अतः तत्र ग्लापयसि इति भवति सत्यं धन्यवादः भगिन्यौ अरुणा भगिनी अग्रिमधातुः करोति वा तादृशमेव म्लै नमस्कारः भगिनि तथैव धातु म्लापयति प्रथम म्लै म्लै युगाणिच् उपदेशे आर्थपदेशे वसति इति सूत्रेण म्लै म्ला भवति म्ला युगाणिच् इ भवति लायोगः हि लायोग पुक् आगम आगच्छति ला पुक् आद्यन्तटकितसूत्रेण धातु अनन्तरं भवति ला योगः पुक् योगः इ अत्र लापि इति भवति तदनन्तरं सनाद्यन्तधातु धातुसंज्ञा भूत्वा तिप्रत्यय विधीयते प्रति कर्तव्य अस्ति चेत् शप् वितरणकृते आगच्छति लाप्यति इति भूतसंस्पन्नं भवति तदेव गै ज्याया ज्ञापयति गै गापयति रै रापयति खै खापयति सत्य परन्तु गायकः गायति किमपि कार्यकर्ता गायकं गापयति तत्र खापयति इति आगच्छति केषाञ्चित् परन्तु केषाञ्चित् तेजन्तदातानां च आकारान्तानां च युक् भवति न तु पुक् युक् आगमः पुक् आगम अपवादः साक्षावेपां युक् सूत्रमस्ति छो सो हे वे वे भै इत्येषां धातूनां युक् आगमो भवति निचि परे पुग आगमस्य अपवादः साश्च छाश्च शाश्च फाश्च व्याश्च एश्च पाश्च शेषाम् इतरे योगद्वन्द्वः सा च स्वाहायावेपाः तेषां साक्षाफायावाप्यापम् इति रूपं सच्छापां षष्ट्यन्त्यं युक् मान्तं द्विपदबिलं सूत्रं ति ह्री ली रि न्यू नि न्यू माययात्तां पुण्डौ इतस्मात् नौ इत्यस्य अनुवृत्तिः अङ्गस्य इति अधिकारः अनुवृत्तिसहितसूत्रं सा च साव्यां युक् नौ अत्र सूत्रम् अन्यसूत्रमस्ति धातु व्यावेपाम् अत्र धातुः सौ धातु छो धातु सो धातु हे धातु वे वे वे वे फै इत्येषां धातूनां निच् परे चेत् युक् आगम न तु पुक् आगम भवति पुक् आगमस्य अपवादरूपेण अतः सूत्रम् अङ्गानां युक् एव भवति सत्यं युक् आगमः भवति पुक् आगमः नास्ति सत्यं भगिनि अग्रे अदेश उपदेशो इत्यनेन येषां यजन्तधातूनां त्वं चौ चौ शो द्वे वे वे पै शो तनूकरणे क्षां करोति शयति शो पिबति आदेश उपदेशसितिसूत्रेण आकारान्त भवति शा योगः युक् योगः णिच् शायि योगः शायि शाययति इति रूपं भवति अत्रैव छो अर्थं दत्तम् अस्ति छेदने शयति एव शयति च युक् णिच् चायि चाययति शो अन्तकर्मणि समापनं करोति शयति शा सा युक् निच् सायि साययति. अत्र सकार मूर्धनसकार आदेशो आदेशे सकारसः भवति. स्पर्धायां शब्दे च पा युगः युक् युगनिच् पायि सायति. व्येङ् संवरणे आच्छादयति व्ययति. व्या युगः युक् युगः निच् व्यायि व्याययति. व्येङ् तन्तुसन्ताने कुविन्दस्य कार्यां वयति. वायुगः युक् युगः निच् वायि वाययि. पै अथपि अर्थमस्ति शोषणे शुष्कं करोति पायति. पायुग युक् निच् पायि आययति. पापाने पायुगः युक् युक् निच् पायि पाययति. सम्यक्. अत्र पै शोषणे इत्यत्रापि पाययति इति रूपं पापाने इत्यापि पाययति. समीचीनं. वस्त्रं माता आतपं किल आतपं वस्त्रं पाययति शुष्कं करोति. तत्र अपि पाययति. दुग्धं शिशुं दुग्धं पाययति तत्र अपि पाययति. भगिनि अत्र पयति इति अस्ति खलु प्रथम श्रोतनुकरणे कृशं करोति लीन् भवति खलु. अत्र श्रयति इति श्रा एव आगन्तव्यं खलु. श्रयति इति सकारः नास्ति खलु कुत्र. श्रोतनुकरणे आं कृशं करोति आं शा युक् निच् आम् श्रा एव आगन्तव्यं खलु. श्रयति इति शाययति इति दोषः वा तत्र वा अर्थे वा प्रायः अर्थः तादृशं किमपि आसीत्. मुद्रणदोषः अपि भवितुम् अर्हति. एकनिमिषम् अहं पश्यामि. कः धातुः शो इति किल शोतनुकरणे क्षयति इति एव सम्यक् एव भगिनि. क्षयति वा भगिनि? किं किं पुनः वदतु. क्षयति नित्यं श्रयति खलु. नित्यं प्रथममेव वदति किल तनुकरणे इत्येव वदति किल. कृशम् इत्युक्ते लीन् एव खलु भगिनि. लीन् बिकमिङ्ग् लीन् आम् सत्यम् आम् आम् आम्. परन्तु शयति इति रूपं साधु एव तत्र ओतः शनि शति तत्र आकारस्य लोपः ओकारस्य लोपः भवति खलु. शत् अत्र आत्मं न विधीयते. शिति खलु शन्न खलु अतः न भवति. शो इति अस्ति तत्र ओकारस्य लोपः भवति. शति इति भवति. सत्यं सम्यक् एव महोदय. रूपं तत्र यत् महोदयेन प्रदर्शितम् ओतः शनि इत्यनेन तत्र ओकारलोपः भूत्वा श्यति इति रूपं साधु एव. श्यति इति साधु एव धनादिगणस्य धातुः किल. दिवादिगणे दिवादि ओतः शनि दिवादि इति अस्ति. शति अपि शति अपि सत्यः शनि इत्यनेन ओकारलोपः. सा इति अस्ति खलु तत्र शो इत्य सा भवति साययति इति कन्नडभाषायां सायु इति समापनं करोति इति खलु टु किल् इति तदेव अर्थः अस्ति. कन्नडभाषायां सायु इति सायुः सायु इति टु डै सायिसुवुदु किल् टु किल् इति अत्र सो इत्यस्यापि तदपि दिवादिगणीयधातुः एव वा. सत्यम् ओतहश्यनि तत्रापि सम्यक् ओतहश्यनि सम्यक् अस्तु अग्रे सरामः महोदय भवान् एव पठतु इकारान्त ईकारान्त दातवः इकारान्तदातवः ईकारदातवः च अचोनिति इत्यनेन येषां धातूनाम् अन्त्यस्य इकारस्य ईकारस्य च वृद्धिः तदा यचोयवायवः इत्यनेन अय आय च आदेशः यथा नियोग निच् इति अस्ति अत्र इदानीं तत्र अच् अस्ति अतः निच् प्रत्यये परे वृद्धिः भवति नै इति भवति नै योग इ इदानीं यचोयवायव इत्यनेन आय आदेशः भवति नायि इति इदानीं सनातनत्या दातव इति दात्संज्ञा नायि योग शप् इदानीं पुगद्रगुपति क्षम्यताम् आर्धात्वयोः इत्यनेन गुणः नायति इति धातुपाठे यावन्तः इकारान्तः ईकारान्तः च दातवः सन्ति तेषां सर्वेषाम् एवमेव क्रमो भवति इति अस्ति अतः सर्वत्र तत्र अचोनिति अनन्तरं एचोयवायावः अनन्तरं गुणः तद् कर्तरीषप् यदा विधीयते गुणः पुनः तत्र एकारः अस्ति इति कृत्वा पुनः एचोयवायावः आगच्छति नायति इति रूपम् अग्रे महोदय उकारान्तदातवः ऊकारं दातवः च अचोनिति इत्यनेन येषां धातूनाम् अन्त्यस्य उकारः ऊकारस्य च वृद्धिः तदा यचोयवायावः इत्यनेन अव आव च आदेशः यथा भूयोग निच् इति अस्ति इदानीम् ऊकारस्य औ भवति वृद्धि अचोनिति इत्यनेन भौ भौयोग इ इदानीं भावि इति भवति यचोयवायावः इत्यनेन सनातनधातवः भावि दात्संज्ञा भवति इदानीं तत्र दिङ् प्रत्यये परे कर्तरि शप् इत्यनेन शप् भवति भावे भावयति इति अग्रे लु योग निच् अत्रापि ला लौ इ लावि इति इदानीं यथा भूधातुः अत्र प्लावयति तथैव पू धातुः पावयति ध्रुधातुः तदा तत्रापि ह्रस्व उकारान्तः तत्रापि वृद्धिः एव भवति द्रौ इति अतः द्रावयति रूपम् अतः भावयति लावयति पावयति द्रावयति इति दीर्घः भवतु ह्रस्वः भवतु रूपाणि समानानि भवन्ति सत्यं अतः निच् परे तु केवलम् अचोनिति इति वृद्धिकार्यमेव अस्माकं निच् परे सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः नास्ति उगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अस्ति तत्तु उपधायां लघु इक्वर्णः अस्ति चेत् अतः एव उकारान्त ऊकारान्त इकारान्त ईकारान्तेषु अचोनिति इत्यस्य कार्यं महोदय ऋकारान्तः अपि पठतु समानरीत्या एव भवति अपि च दीर्घऋकारप्रदातवः च अचोणिति इत्यनेन येषां धातूनाम् अन्त्यस्य ऋकारस्य ऋकारस्य वा वृद्धिः यथा क्रियोग णिच् अस्ति इदानीं तत्र वृद्धिः भवति कार् इति कार्योग इ कारी इदानीं कारीयोग शप् योग इ कारयति हृ इति धातुः तत्रापि हार् योग इ हारि इति भवति हारयति तृ इति अस्ति तृ अत्रापि तारि इति भवति वृद्धिः भूत्वा धातु भवति सनातनधातौ उपदेश आदिदेशिधातु तारि इति तारियोग शप्योगति तारयति इति धातुपाठे यावन्तः ऋकारान्तः ऋकारान्तः च धातवः सन्ति तेषां सर्वेषाम् एवमेव क्रमो भवति कारयति हारयति तारयति दीर्घ वा ह्रस्व वा समीचीनम् इत्येव भवति अचोमिति इत्यस्य एव कार्यम् धन्यवादः महोदय विजया भगिनी हलन्तदातवः इदानीम् आम् महोदय हलन्तदातवः अदुपदातवः अत उपदायाः इत्यनेन उपदायाम् अतः वृद्धिः भवति फट् इत्यनेन फट् योगः निच् इदानीम् अत उपदायाः इति सूत्रेण पकारः दीर्घः भूत्वा पाटी इति भवति इकारः अत्र अस्ति पायोगः इट् योगः ई पाटि इति भवति अनन्तरम् अर्धधातुक सार्धधातुक इति सूत्रेण पाठे इति भवति अनन्तरं यचोयवायावः इति सूत्रेण पाठय्य भवति शप् अनन्तरं पि योजनेन पाठयति अन्तिमरूपं, तादृशमेव वद् वादयति, पत् पातयति, नट् नाटयति इति भवति. धातुपाठे यावन्तः अधु उपधातवः सन्ति तेषां सर्वेषाम् एवमेव एवमेव क्रमः भवति इति तत्र दत्तम्. सत्यं, किमपि विशिष्टकार्यं नास्ति. अत उपादायाः इत्यनेन उपादायां स्थितस्य अकारस्य वृद्धिः. समीचीनम्. इदुपदधातवः मुकन्तलघु लघुपदस्य इत्यनेन उपादायां लघु इक् वर्णः गुणः भवति. लिक् योगः निच्. इदानीं पुहन्तलघुपदस्य इति सूत्रेण ह्रस्व इकारः गुणः भूत्वा लेक् इति भवति. इदानीम् इकार निच् अनुबन्धलोपानन्तरम् इकारः एव तिष्ठति, लेखी भवति. इदानीं अत्रापि सार्वधातुक आर्धधातुक इति सत्यं. कर्तरीश लेखी योगः शप् योगः ति अनन्तरं लेखे भवति. अनन्तरं यचोयवायावः इति सूत्रेण लेखे भवति. इदानीं शप् तत्र अनुबन्धलोपानन्तरम् अकारः एव तिष्ठति, योगः ति लेखयति इति अन्तिमरूपं, तादृशमेव सिद्ध छेदयति इति भवति. धातुपाठे यावन्तः इदुपदधातवः सन्ति तेषां सर्वेषाम् एवमेव क्रमः भवति इति तत्र दत्तं. किमपि नास्ति अत्र. उदु उपदधातवः अत्रापि पुगन्तलघुपदस्य च इत्यनेन उपदायां लघु इक् गुणः भवति. बुद् निच् इकारः अस्ति. इदानीं पुगन्तलघुपदस्य इति सूत्रेण उकारस्य स्थाने ओकारः भूत्वा बोध् इति भवति. इकारः योजनेन बोधि इति भवति. तादृशमेव अत्र लघु इक् अस्ति. अतः सार्वधातुक अर्धधातुकयोगो इति सूत्रेण बोधे भवति. अनन्तरं यचोयवायावः इति सूत्रेण बोधै भवति. अनन्तरं शप् इत्यस्य अकारः एव तिष्ठति, अनन्तरं ति, अतः अन्तिमरूपं बोधयति इति भवति. तादृशमेव मुद् धातोः मोदयति इति भवति. धातुपाठे यावन्तः उदु उपदधातवः सन्ति तेषां सर्वेषाम् एवमेव क्रमः भवति इति तत्र दत्तम्. अत्रापि विशिष्टकार्यं किमपि नास्ति महोदय. अस्तु महोदय. ऋदु उपदधातवः अत्रापि पुहन्तलघुपदस्य च इत्यनेन उपदायां लघु इक् गुणः भवति. कृष् निच्. इदानीं ऋकारस्य स्थाने अर् भवति. अनन्तरं कर्ष् इति भवति. कर्ष् योगः हि भवति, कर्ष् इति भवति. अत्र लघु इक् अस्ति, अतः तत्र सार्वधातुक अर्धधातुको इति सूत्रेण गुणः भूत्वा कर्ष इति भवति. इदानीं यचोयवयावः इति सूत्रेण कर्षय इति भवति. शप् तत्र कर्तरि शप् अत्र अनुबन्धलोप अनन्तरम् अकारः एव तिष्ठति, अनन्तरं ति इति प्रत्ययमस्ति, कर्षति इति अन्तिमरूपं. तादृशमेव वृष् इति वर्षति इति रूपं भवति. धातुपाठे यावन्तः ऋदुपदधातवः सन्ति तेषां सर्वेषाम् एवमेव क्रमः भवति इति तत्र दत्तं. विशिष्टकार्यं किमपि नास्ति भगिनि. सत्यं, कर्षयति, वर्षयति. शेषधातवः अपि पठतु भगिनि, अनेन समापयति पाठः. शेषधातवः एतत् अनन्तरम् अत्र यः शेषः अस्ति एतत् शेषधातवः इति कार्यं नास्ति. यतोहि उपादायाम् अत् अपि नास्ति, लघु इक् अपि नास्ति. अतः बुक् निच्. बुक् योगः इ. बुक्षि बुक्खयति. अत्र अत्रापि सार्वधातुकयोजनेन गुणः अनन्तरं यचोयवायावः इति अन्तिमकार्यं भवति एव. बुक्खयति इति अन्तिम निच् रूपं भवति. तादृशमेव एदयति इति सामान्यधातूनां ण्यन्तव्यवस्था अस्ति. अग्रिमे करपत्रे विशेषाः अजन्तदातवः वीक्ष्यन्ते. धन्यवादः. तदेव कुक्कुरः बुक्कति किमपि कुक्कुरं बुक्कयति कोऽपि किमपि न कोऽपि प्रेरणां करोति तादृशमेव वा न न न कुक्कुरः एव बार्क् डाग् आम् आम् बुक्कयति बुक्कति स्वयं बुक्कति कमपि तं चोरः कुक्कुरं बुक्कयति तत्र शब्दार्थे इति भिन्नसूत्रेण तत्र तृतीया किमपि भवति वा बुक्कयति इत्यपि किमपि वदति चेत् कुक्कुर इव बुक्कति इति वक्तुं शक्यते न न तत्र एकं सूत्रं किमपि आसीत् किल अनेन तृतीया भवति तत्र अपवादरूपेण तद् शब्दम् इदानीं शब्दकर्माणौ इति आगच्छति तत्र बुक् इति भवति वा शब्दकर्मकणौ इति गतिबुद्धिप्रत्यवसान शब्द एव कर्म इति तत्र शब्दकर्म शब्दः एव किल बुक् इति अतः द्वितीया एव भवति किल द्वितीया भवति अणिकर्तसणौ आमाम् आमां सत्यं द्वितीया भवति द्वितीया हृदयः चोरः श्वानं चोरः श्वानं एतत् अकर्मक खलु श्वानं बुक्कयति अकर्मक अस्ति श्वानं अकर्मकः एव अस्ति आमाम् अतः तत्र अत्र बुक्कणम् इति नपुंसकलिङ्गपदम् आगच्छति चेत् एव अत्र बुक्कणम् इति मार्किङ्ग् इति रूपेण आगच्छति परन्तु क्रियापदमेव किल क्रियापदं पठनम् इति तदेव पठति इति पठनं भवति बुक्कति बुक्कणम् इति बुक्कणम् इति भवति बुक्कणं न भवति खलु भवति खलु नकार भवति वा केवलं नकारः एव पुल्लिङ्गरूपे किं ल्युडन्तं बुक्कनमेव किल भगिनि ल्युडन्तं सर्वदा नपुंसकलिङ्गमेव तत्र पुल्लिङ्गमेव न आगच्छति किल अत्र अस्ति भगिनी डिक्शनरि मध्ये बुक् इत्युक्ते पुल्लिङ्गरूपं तत्र हृदयम् अनन्तरं चेस्ट् तद् भिन्न प्रायः भिन्न भगिनि एतत्तु धातुः किल बुक् इति धातुः तस्मात् प्रायः भिन्नपदानि अपि आगन्तुं शक्यते किल अत्र तु निजन्तरूपे तु क्रियापदमेव प्रायः बुक्क इति अन्यपदमपि अस्ति तद् सुबन्तरूपेण अस्ति प्रायः तत्र अन्य वयं बहु किमपि प्रत्ययाः सन्ति किल धातु समीचीनम् इदानीं द्वितीयपाठं प्रति गच्छामः तत्र विशेषधातवः सन्ति पाठद्वयमस्ति अजन्त अजन्तानां कृते एकः पाठः हलन्तानां कृते एकः पाठः प्रेरणार्थे निज् विशेष अजन्तदातवः प्रथमं पश्यामः अनन्तरं हलन्तदातवः प्रति गच्छामः जया भगिनी पठितवती उषा भगिनी पठति वा गतकरपत्रे दट्स् सत्यम् अत्र भगिनि इन् द बिगिनिङ्ग् गतकरपत्रे ओके गतकरपत्रे सामान्य यण् यन्तदातवः अवलोक्याः ण्यन्त सामान्य ण्यन्तदातवः ण्यन्तदा ओके गतकरपत्रे सामान्य ण्यन्तदातवः अवलोकिताः अधुना विशेषदातवः परिशीलनीयाः अस्मिन् करपत्रे विशेषाः अजन्तदातवः वीक्ष्यन्ते अग्रिमे करपत्रे विशेषाः हलन्तदातवः दृश्यन्त. ओके, गतकरपत्रे सामान्य ण्यन्तदातवः णिजन्तदातवः वयं पठितवन्तः. अधुना विशेषदातवः परिशीलनीयाः. अस्मिन् करपत्रे विशेषाः अजन्तदातवः वीक्ष्यन्ते. अग्रिमे करपत्रे विशेषाः हलन्तदातवः दृश्यन्त. ओके, तर्हि अधुना क्रमेण अजन्तदातवः दृश्येरन् आकारान्ताः एजन्ताः इ अथवा ईकारान्ताः उ अथवा ऊकारान्ताः ऋकारान्ताः ऋकारान्ताः एजन्तदातवः आकारान्तैः साकं क्रियन्तां यतोहि यथा बुद्धं गते करपत्रे तेषाम् आत्वं तु भवति एव. अकारान्तदातवः इत्युक्ते अदन्ताः हलन्तदातुषु अकारान्तदातवः हलन्तदातुषु पश्येम यतोहि तेषाम् अकारलोपः भवति अतः ते हलन्तदातुभिः तुल्याः. ओके ओके, अधुना करपत्रेण अजन्तदातवः दृश्येरन् आकारान्ताः ईकारान्ताः एजन्तदातवः अपि एजन्तदातवः आकारान्ताः भवति. आत्वं भवति आदेश उपदेशे अशिति इत्यनेन अकारान्तदातवः हलन्तदातुषु अपि भवति यतोहि तेषाम् अकारलोपः भवति अतः ते हलन्तदातुभिः तुल्याः. ओके, आकारान्तदातवः एजन्तदातवः एतावता ज्ञातं यत् सर्वे एजन्तदातवः णिच् प्रकरणे आकारान्ताः भवन्ति आदेश उपदेशे अशिति इति सूत्रेण. एचः स्थाने आत्वम् उपदेशे अशिति इति आकारान्ताः भूत्वा पुकागमः प्राप्यते. अति ह्रि व्लि रि क्नुयि क्ष्माय् यातां पुक् णौ इत्यनेन एजन्तेषु केचन परिगणिताः सन्ति. एजन्तेषु केचन परिगणिताः सन्ति ये षा चा सा ह्वा व्या वेपां युक् इति सूत्रेण पुक् आगमः पुक् आगमस्थाने युक् आगमः प्राप्नुवन्ति. सामान्यस्थितिः तथा अत्रे द्वौ धातुस्तः यौ अर्थम् अनुसृत्य भिन्नरूपम् अपि प्राप्नुतः. अस्माकं ज्ञानम् अस्ति आतेच उपदेशे अशिति इति सूत्रेण एजन्तदातवः आकारान्ताः भवति इति. आकारान्ताः भूत्वा अर्तिह्रीव्लि रीक्नुयिष्मायातां पुक् नौ इत्यनेन पुक् आगमः अपि भवति. एजन्तेषु केचन परिगणित केचन धातोः कृते शाचा साह्वा व्या वेपां युक् इत्यनेन युक् आगमः भवति पुक् आगमस्थाने. सामान्यस्थितिः तदा द्वौ धातुः स्तः अनुसृत्य भिन्नरूपाणि अपि प्राप्नुमः. ओके, गतपाठे अवलोकितेषु एजन्तेषु एकः पै धातुः आसीत्. तस्य गतिः प्रदर्शिता एवं पै शोषणे हेतुमती च इत्यनेन प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोः णिच् भवति. पै योगः णिच् इति स्थिते आदेश उपदेशे अशिति इत्यनेन पा योगः इ इति भवति. पा योगः इ इति स्थिते शा चा सा ह्वा व्या वेपाम् ओ पा ओके पाम् ओके शा चा सा ह्वा व्या वेपां युक् इत्यनेन पायोग युक् आगमः भवति. पायोगः युक् योगः इ इति भवति. पा इ इति नूतनधातुः भवति. णिजन्तरूपं तथा सिद्ध्यति पाययति इत्यने इति रूपं सिद्ध्यति. पाने ओके पाने धातोः कृते पायोगः युक् योगः णिच् पै शोषणे इति धातु पै शोषणे अर्थे हेतुमती च इत्यनेन प्रेषणादौ अनुमति अप्रेषणा अनुमति आज्ञा ओके, प्रेषणातो वाच्ये धातोः णिच् भवति, पैयोगः णिच् इति स्थिते, आते च उपदेशे अशिति इत्यनेन पायोगः इ इति भवति, पास् धातोः कृते युक् आगमः भवति, शाच्चासाह् वा व्या वेपां युक् इति सूत्रेण युक् आगमः भवति, पायि इति निजन्तधातुः भवति, निजन्तधातुः कृते तिक् प्रत्ययः अनन्तरं शप् प्रत्ययः आयाति, सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणः भूत्वा पाये इति, पाये योगः शप् योगः ति भवति, पाये योगः शप् योगः ति येचो अयवायावः इत्यनेन पाये योगः पाय पाय पायय ति इति भवति, पाययति इति भवति, इति शोषणे अर्थे, पाने अर्थे अपि पायोगः युक् आगमः भवति, पायि इति नूतनधातोः कृते शप् प्रत्ययनन्तरं पाययति इति निजन्तरूपं सिद्ध्यति, रूपं समानम् एव, पाययति पायति शोषणे अर्थे अण्ड् पाने अर्थे, ओके, अदु पै शोषणे इति ड्रैयिङ्ग् रैट् भगिनि, सत्यं ओके, तदेव अहम् उक्तवती किल, वस्त्रं शोषयति तत्र, पाययति दुग्धं पाययति, किमपि प्रयोजनकर्ता प्रयोज्यकर्ता भवन्तः एव योजयन्तु, अहं केवलं विषयमेव वदामि, किमपि भवितुमर्हति. अधुना अधुना अधुना ततः अग्रे अदादिगणे एकः पादातुः रक्षणार्थम् अपि भवति, लटिपाति, ओके, रक्षणार्थे अदादिगणे पादातुः, अदादिगणे पादातुः, ओके, रक्षणार्थे एकं वार्तिकं कार्यं करोति, लुगागमम् अस्तु तस्य वक्तव्यः इति, एकं वार्तिकं रक्षणार्थे, ओके, अनेन वार्तिकेन युकः स्थाने लुक् आयाति, पारक्षणे धातोः कृते लुगागमस्तु तस्य वक्तव्यः इति वार्तिकेन रक्षणार्थे लुक् आगमः भवति, पायोगः लुक् योगः णिच् पाली पाली इति नूतनधातवः, पाली पाले योगः शप् योगः ति इति स्थिते पालयति इति रूपं सिद्ध्यति रक्षणे. आं भगिनि, भगवान् अस्ति किल, पालयति पालयति अत्र लोषणे अस्माकम् अगादि तद् किं लुक् लोपः तद् नास्ति, लुक् इति आगमः, लकार लकार आगमः. आं भगिनि, शाचासाह्वा व्या वेपां युक् इति सूत्रेण पारक्षणे वर्जयित्वा सर्वेषां पादातूनां ग्रहणम्, ओके ओके, पारक्षणे वर्जयित्वा पारक्षणे रहित अदर्पादातोः नाम पै शोषणे पापाने च, ओके, इति भवति किल. तत्र एकमेव एकमेव विषयं, येषु एजन्तेषु एकः वै शोषणे इति धातुः वादिगणीयः, लटि वायति शुष्कं करोति इत्यर्थः, ओके, दिस् इस् आल्सो ड्रैयिङ्ग्, ओके, अयं वै धातुः निचि परे आत्वम् इति कृत्वा वा भवति, ओके, तदा अर्ति ह्री व्ली रि क्नुयि मा यातां पुक् नौ इत्यनेन पुक् आगमः, वै धातुः आते च उपदेशे अशिति इत्यनेन वा भवति, वायोगः णिच् इति कृते वै शोषणे प्रेरणार्थे णिचि, वै योगः णिच् आते च उपदेशे अशिति इत्यनेन अशिति अशिति परे आत्वं भवति, वायोगः इ इति भवति, अर्ति ह्रि व्लि रि क्नुयिष्माय् आतां पुक् नौ इत्यनेन आकारान्तानां पुक् आगमः भवति, वायोगः पुक् योगः इ, वापि इति निजन्तधातुः सिद्ध्यति, निजन्तधातुः कृते शप् योगः ति इति अनन्तरम् आयाति कर्तरि अर्थे, वापि योगः अयोगः ति इति स्थिते, वापे योगः अयोगः ति इति वापयति इति रूपं सिद्ध्यति, वै इति अपि वै शोषणे इति धातुः भुवादिगणीयधातुः एव, तत्र वायति इति रूपं, परन्तु निजन्ते तु वापयति इति भवति, भुवादिगणीयधातुः एव वै वै शोषणे नटि वायति लटि वायति निजन्तरूपं वापयति वै धातुः कम्पयति इत्यस्मिन् अर्थे पुक् स्थाने जुक् आगमं प्राप्नोति ओ विदूनने जुक् इति सूत्रेण, वै कम्पनार्थे प्रेरणार्थे णिच् इति स्थिते वै योगः णिच् इति स्थिते आदेश उपदेशे अशिति इत्यनेन अशिति आत्वं वै इति वा इति भवति, वायोगः इ इति स्थिते अर्ति ह्रि व्लि रि क्नुयि श्माय् आता पुक् नौ इत्यनेन आकारान्तानां पुक् आगमः भवितुम् अर्हति, बट् कम्पनार्थे ओ विदूनने जुक् विधूनने जुक् इत्यनेन पुक् आगमं प्रपाद्य जुक् आगमः भवति, पुक् आगमं बाधयति जुक् आगमः, ओके जुक् आगमः आगच्छति, वायोगः जुक् योगः इ वाजि इति निजन्तधातुः सिद्ध्यति, निजन्तनूतनधातुः सिद्ध्यति, वाजयति इति निजन्तरूपं सिद्ध्यति शप् कृते वाजयति, ओ विदूनने जुक् निचि परे विदूनने नाम कम्पनार्थे वै धातोः जुक् आगमः भवति, अशिति वै धातोः आत्वं वा इत्यस्य षष्ट्यन्तं रूपं वह, वा इत्यस्य षष्ट्यन्तं रूपं वह, अहा वा अस् अस् वा योगः अस् वह वः षष्ट्यन्तं, विदूनने सप्तमीयन्तं, जुक् प्रथमान्तं, त्रिपदमिदं सूत्रम् अर्ति ह्रि व्लि रि क्नुयि श्माय् आतां पुक् नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः भवति, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं वः अङ्गस्य जुक् नौ विदूनने, वा धातुः वह इति भवति, वह अत्र सूत्रे वह इति ओ इति भवति, वि इति वर्णः परः अस्ति, ओ विदूनने जुक् विदूनने इति कम्पनार्थे अस्ति, विदूनने कम्पनार्थे कृते जुक् आगमः भवति, पुक् आगमं बाधित्वा जुक् आगमः भवति इति सूत्रं विवृणोति, वो विदूनने जुक् वै इति यदा शोषणार्थे अस्ति चेत् वापयति इति रूपं, वै धातु यदा वयं कम्पनार्थे स्वीकुर्मः इत्युक्ते विदूननार्थे इत्युक्ते तत्र जुक् इति आगमः, शोषणार्थे अस्ति चेत् पुक् आगमः, कम्पनार्थे अस्ति चेत् जुक् इति आगमः, वाचयति इति रूपम् वै वा इति धातुः तस्य षष्टिः आकारान्तलोपः भवति अनन्तरम् अस् कृते पः भवति षष्ट्यन्तं वा इत्यस्य लैक् पा धातु एकवचनं न तद् वो इति विसर्गसन्धिः वः परः वकारः मृदु व्यञ्जनम् इति कृत्वा तद् ओत्वं भवति, उकारः अनन्तरं ओ भवति, तद् भिन्नं कथं वः वा इत्यस्य वः बस् अस् भवति वायोगः अस् अस् देन् आकारलोपः भवति बै सम् सूत्र अण्ड् देन् ओ एवं वा देन् वु भवति वु योगः अस् वः ऐम् ओन्ली गेस्सिङ्ग् भगिनि अस्तु पश्यामः प्रक्रिया नास्ति किं भगिनि पुनः किञ्चित् उच्चैः वदतु तत्र ओ विदूनने जुक् इति सूत्रेण तत्र वा इति ओ इति वः षष्टि एकवचनम् इति भवति तदेव कथमिति तदेव किमर्थं कथम् आगच्छति किमर्थमिति न कथम् आगच्छति इत्येव प्रश्नः वातेः अत्र अन्यत्र अस्ति वापि द्रष्टव्यं ओ विदूनने सुबन्तपदं खलु महोदय आम् आम् दट्स् वै वी वर् टाकिङ्ग् अबौट् वायु वै शोषणे इति धातोः कृत कृत आत्वस्य वा इति षष्ट्यन्तम् अस्तु तत्र आत्वं कृत्वा वा तत्र वा इति कथं षष्ट्यन्तं वा इत्यस्य षष्ट्यन्तं वा लैक् विश्वपा बिकम्स् विश्वपः आकारान्त धातु इट् इस् धातु आकारान्त देन् द लोपा भवति पैसं सूत्र न इदानीं सुबन्तपदमेव किल षष्टि भवति विश्वपा इव प्रायः तद् भवितुम् अर्हति लादातु अदाति गणे किं महोदय एकनिमिषं भगिनि किं महोदय लोपः भवति इति अस्ति केवलं तत्र आकारान्त धातोः आतो धातोः आम् आतो धातोः सत्यम् आम् ओ विश्वप आम् आतो धातोः विश्वप सत्यं सत्यं सत्यं सत्यम् आम् महोदय सत्यं सम्यक् आम् अस्तु भगिनि अरुणा भगिनि अदादि ला धातु अदादिगणे अस्ति लट्लकाररूपम् ला लाति इति रूपम् अर्थः लभते स्वीकरोति इति लीलो नुक् नुकौ अन्यतरस्यां स्नेहविपाने इति सूते णिचि परे स्नेहविपातने विकल्पेन ली धातोः नुक् लादातोः लुक् ली धातोः नुक् लादातोः लुक् च तद्भावे फुक् स्नेह नाम तैलं घृतं विपातनं नाम टु मेल्ट् डिसाल्व् स्नेहविपातनार्थे निचि ली धातोः लुग् नुक् आगमः धातोः लुग् आगमः च विकल्पेन भवति लीश्च लाश्च लीलौ द्वन्द्वः तयोरो लीलो नुक् च लुक् च नुलुक् नुग् स्नेहस्य विपातनां स्नेहविपातनं तस्मिन् स्नेहपातने षष्ठी तत्पुरुषः लीलौ षष्ट्यन्तं नुग्लुको लुकौ प्रथमान्तम् अन्यतरस्यां सप्तमन्तं स्नेहविपातने अनेकाधिक् पत्सूत्रम् अर्थी व्लीरि नु नु ईक्ष्म आय् क्षामि अयाताम् पुग्नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं स्वे स्नेह विपातने लीलौ अङ्गस्य नुक् लुकौ नौ अन्यतरस्य लादातु अदादिगादातु अस्ति अर्थमस्ति लभते स्वीकरोति इति लट्लकार केवलं लति अत्र नूतनत्वमस्ति लीलोर्नुक्लुकौ अन्यतरस्यां स्नेहविपातने इति सूत्रं वदति नीच् प्रत्यपरे स्नेहविपातने विकल्पेन ली धातुतः नुक् आगमः भवति ला धातुतः लुक् भवति लुक् आगमः भवति अनुमुच्यसहितसूत्रं स्नेहविपातने लीलौ अङ्गस्य अन्यतरस्य ध्येयं यत् विकल्पेन इत्यस्मिन् अर्थे पाणिनीयसूत्रेषु इमानि पदानि लभ्यन्ते विभाषा वा बहुलम् अन्यतरस्याम् इति अन्यतरम् इत्युक्ते एनी आर् एदर् तत्र दत्तं सूत्रे विकल्पेन अन्यपदानि इति पाणिनेन उपयुज्यते यतः विभाषा वा बहुलम् अन्यतरस्याम् इत्यनेन सूत्रे अस्ति चेत् विकल्पेन इति भावः भवति लुक् लीलो नुट् सूत्रेण ली स्थाने नुक् आगम लुक् योगः निच् ला ली इति धातुः निजन्तधातुः सनजन्तधातुः सूत्रेण कर्तर्यर्थे शप् आगत्य लालयति इति रूपं भवति लुक् अस्ति चेत् लुक् लुक् भावे अर्हि अर्ति हि ली श्री न्यू यतां यातां पुङ्नौ इत्युत्रेण पुकागमः भवति ला योगः निच् ला योगः पुक् ला योगः पुक् योगः निच् लापि निज लापयति इति रूपद्वयमस्ति लालयति लापयति इति रूपद्वयमस्ति सत्यम् अतः तत्र ला धातोः ला एव धातु किल ला धातोः लुक् इति एकस्मिन् पक्षे आगच्छति अन्यस्मिन् पक्षे पुक् इति आगमः स्नेहविपातने इति अर्थः किल स्नेहविपातने इति ली धातोः अर्थः ला धातोः अर्थः तु लभते स्वीकरोति इत्येव एवं किल ओ अस्तु लेलो तादृशमेव किल लालयति लापयति परन्तु अस्माकं लालयति इति माता पुत्रं लालयति स्नेहार्थे ओ स्नेहः लालय तदेव लालयति किल अस्तु भिन्न भिन्न किमपि न पुत्रं लालयति इत्येव किल ला इति अदादिगणः अस्ति एकनिमिषं ला इति अकर्मकः एव अकर्मकः एव सकर्मकः अस्ति अनन्तरं तद् साधु एव किल माता पुत्रं लालयति अग्रे पठेदेव अस्ति अस्ति वा अस्तु भगिनि पठतु अत्र प्रश्न उदेति यत् अनादिगणीयः धातु ला धातु धातुः स्नेहविपदनार्थे नास्ति, अतः अस्य सूत्रस्य अत्र प्रसक्तिः भवति किम्? वयं चर्चितवन्तः धातु कथं भवति इति. उत्तरत्वेन धातूनाम् अनेक अर्थाः सन्ति. अदादिगणीयसलाधातोः स्नेहार्थे युगन्तं रूपमपि रूपमस्ति प्रसिद्धम्, शिशोः लालनं पालनं च. एव च माता पुत्रं लालयति, लालनं लालयति इमानि लघुसिद्धान्ते लघुशब्देन्द्रशेखर तस्मिन् दत्तम् अस्ति. लीलो नु लुक् स्नेहपातौ इति सूत्रे ला इति अंशः ला अङ्ग अङ्गद्वयस्य कृते भवति. धातु अदादिगणीय धातु अयमेव ली धातु निचि परे विभाषालो लीयते इत्यनेन विकल्पेन आत्पक्षे यत् ला अङ्गम् न अवगतं भगिनि. ला धातु आगतं, ली धातु अस्ति चेत् निच् परे विभाषा लियते, अत्रापि विकल्पेन यत् ओ ला इति अङ्गं भवति. तत्र यदा वयम् उक्तवन्तः धातूनाम् अनेक अर्थाः भवन्ति, अनेके अर्थाः, तत्र ला धातोः यदा स्नेहार्थे यदा वयम् इदानीमेव चर्चितवन्तः, तत्र शिशोः लालनं पालनं च, माता पुत्रं लालयति इति एकस्मिन् रूपं भवति. लालनं लालयति तत्र तु स्नेहार्थे अदादिगणीय ला धातुः एव, अदादिगणीयधातुः एव ला धातुः एव, तत्र निजन्ते लालयति लालनं पालनं लालनम् इति रूपम् आगच्छति. सिद्धान्तकौमुद्यां सिद्धान्तकौमुद्याः टीकाग्रन्थः लघुशब्देन्दुशेखरः इति, तस्मिन् एतस्मिन् विषये अस्य सूत्रस्य विषये विवरणं दत्तमस्ति. लीलोर्मुक् लुखा अन्यतरस्यां स्नेहविपातने इति सूत्रे ला इति यद् धातुः उक्तम् अस्ति अथवा ग्रहणम् अनेन यद् ला धातोः ग्रहणं कृतमस्ति तस्य ला इति अङ्गद्वयस्य कृते भवति. अङ्गद्वयं किम् इत्युक्ते एकमस्ति अदादिगणस्य ला धातुः, तद् धातुपाठे अपि ला इत्येव वर्तते, तेषां कृते अपि भवति. ली धातुः निचि परे विभाषा लीयते इत्यनेन तत्र आत्वं भूत्वा ला इति भवति, तस्य कृते अपि भवति. प्रश्नः कः इत्युक्ते ला धातोः अदादिगणे स्नेहविपातने इति अर्थे तु नास्ति, ला धातोः तत्र तु आधाने इति अर्थः अस्ति, ला आधाने इति अर्थे अस्ति अदादिगणे, तत्र तु स्नेहविपातने इति अर्थे नास्ति कस्य धातोः ग्रहणं भवति इति. परन्तु उत्तरमस्ति तत्र तु अदादिगणस्य ला धातोः एव ग्रहणं भवति. अन्यस्मिन् द्वितीयमस्ति ली धातोः आत्वं कृत्वा ला विभाषा लीयते इत्यनेन आत्वं कृत्वा तस्य अपि ग्रहणं भवति इति, ला इति अङ्गं तत्र अङ्गद्वयस्य अपि ग्रहणं भवति इत्येव उक्तम्. अवगतं वा? कष्टमस्ति किल? धन्यवादः अरुणा भगिनी. अतः ली धातोः विषये अग्रे आगच्छति, ईकारान्तधातोः विषये यदा पठामः तस्मिन् समये आगच्छति. अस्तु महोदय, भवतः क्रमः अर्थविशेषे धातोः तदेव तृतीयम् अर्थविशेषे मित् आकारान्तदातवः मिताम् ह्रस्वः अर्थविशेषे मित् आकारान्तदातवः अर्थविशेषे मित् आकारान्तदातवः अस्तु ज्ञा ग्ला स्ना श्वा एव स्नाव श्वा इति अस्तु अर्थि रि लि रि क्नि क्षमायातां क्ष्मायातां पुग्नौ इत्यनेन आकारान्त धातूनां पुगागमः अत्र मितां ह्रस्वः इत्यनेन ये धातवः मितः तेषाम् उपधायां स्वरः ह्रस्वः भवति निचि प्रत्यये फले मितां ह्रस्वः इति तत्र मितां ह्रस्वः इत्यनेन तत् तत्र ह्रस्वः भवति निचि प्रत्यये फले इति सूत्रं वदति मितां ह्रस्वः इति षष्ठाध्यायस्य चतुर्थपादस्य द्विनवतितमं सूत्रमस्ति मित् धातूनाम् उपधायाः स्वरः ह्रस्वः भवति निचि प्रत्यये पदे मित् कश्चन अन्तर्गणः भुवादिगणे घटादयः उपगणः मित् अन्तर्गणे सन्ति अपि च चुरादिगणे जपादयः षड् धातवः मित् अन्तर्गणे सन्ति मितां षष्ट्यन्तं ह्रस्वः कृतमान्तं द्विपदविधसूत्रम् ऊदुपदायाः गोहः इत्यनेन इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः दोषो णौ इत्यस्मात् णौ इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः अनुवृत्ते सूत्रमस्ति मिताम् अङ्गानाम् उपधायाः ह्रस्वः णौ इति मितां ह्रस्व इति सूत्रं वदति णौ परे तत्र उपधायाः ह्रस्वः भवति इति अस्ति इदानीं णौ परे भुवादिगणे घटादयः इति मित् सन्ति तदा चुरादिगणे जपादयः षड् धातवः मित् अन्तर्गणे सन्ति जप यम चहरः बल चिञ् इति किन्तु जपादीनां मित्त्वं भवति केवलं स्वार्थे प्रेरणार्थे न ज्ञप ज्ञानजापन मारणतोषणे अस्तु तत्र सूचयति सूचयति जयति मारयति प्रसन्नः भवति इति अस्ति एतानि सन्ति वा जप इत्यस्य अर्थः रूपं नास्ति अर्थः प्रसन्ना भवति मारयति अपि इति अर्थः ज्ञप ज्ञापन मारणतोषणयोः किल अतः तोषणम् इत्युक्ते सन्तोषं किल पुष्यति अर्थः एव परिवेषणे नियमयति नियन्त्रणं करोति इति यत् यमनियमः यम यमपरिवेषणे चः चः परिकल्पने इति वञ्चयति परिकल्पने इति परिकल्पनमिति वञ्चनं रः त्यागे अस्तु त्यजति जहाति अस्तु विरहः इति तदेव तेन एव भवति वा विरहः इति अस्तु रः बलप्राणने जीवति पोषणं करोति की चयनेति सङ्ग्रहणं करोति चिनोति इमानि रूपाणि केवलं स्वार्थे प्रेरणार्थे ह्रस्वत्वं न जायते अस्तु स्वार्थे प्रेरणार्थे ह्रस्वत्वं न जायते अस्तु न भवति ह्रस्वत्वम् इति वदति तत्र पश्यामः कथम् इति न जायते प्रेरणार्थे इति पाठः तु प्रेरणार्थे निश्चयेव किल पश्यामः कथं किं भवति इति पठतु जप जपयोग इति अस्ति अथोपदायः इत्यनेन अत्र सप्तमाध्यस्य द्वितीयपादस्य षोडशाधिक एकशतं ज्ञापि इति भवति मितां ह्रस्वः इत्यनेन इदानीं ज्ञपि इति निजति धातुः ज्ञपि इति जपय इति भवति शप् जपयति अथवा जपयते इति यम् इति अस्ति अत्र याम् इति भवति अनन्तरं तत्र मितां ह्रस्वः इत्यनेन तत्र यमि इति भवति यमयति यमयति चः अस्ति तत्र चाहि इति भवति चहयति चहयते अस्तु चहि इति चाहि इत्यस्य चहि इति भवति ह्रस्वः मितां ह्रस्वः इत्यनेन रः इति अस्ति तत्र राहि इति अनन्तरं तत्र मिथाम्बस्य इत्यनेन रहि रहयति रहयते बल तत्र बाली अनन्तरं मृतान्तस्वः इत्यनेन बलि इति भवति बलय बलयति बलयति ची इति धातुः अस्ति अच् चिनोति इति तत्र ची योग ई इति अस्ति अचोणिति इत्यनेन तत्र वृद्धिः चै इति भवति अनन्तरं तत्र चा इति भवति चा योग ई इति अस्ति चा योग ई इति सारि चै इति चै इति ई इदानीं यथो यवयावः इत्यनेन चायि इति चायि इदानीं चाय् चै इति भवति मृतान्तस्य इत्यनेन अनन्तरं शप इति कृत्य गुणः यथो एव इदानीं चयति चयते इति केन सर्वत्र स्वार्थे इत्येव स्वार्थे एव प्रेरणार्थे ह्रस्वत्वं न भवति इति ते वदन्ति ज्ञापयति इत्येव रूपं किल ज्ञापयति इति नास्ति प्रेरणार्थे ज्ञापयति चाययति इत्येव रूपं भवति किल तत्र तु दीर्घत्वमेव श्रूयते स्वार्थे एव सन्ति स्वार्थे एव ह्रस्वत्वं मितां ह्रस्वः अन इदानीं प्रश्नः कः इत्युक्ते मितां ह्रस्वः इत्यस्य प्रसक्तिः अस्मिन् पाठे कथम् इति तदेव अग्रे आगच्छति तद् पठतु महोदय समयः अस्तु तदा केचन धातवः अर्थविशेषे मित् धातवः भवन्ति यथा स्मृतदातु यदा अध्ययनार्थे तदा मित् स्मरयति अन्यत्र स्मारयति अस्तु अध्ययनार्थे ध्यानार्थे एव स्मरयति ध्यानार्थे आं सत्यम् अन्यत्र स्मारयति धृ धातुः भयार्थे इति अस्ति धरयति अन्यत्र विदारणार्थे यदा विदारणार्थे विदारणं भवति धारयति इति भवति अस्तु तत्र अर्थविशेषे मित् धातवः भवन्ति इति अस्ति भयार्थे मितः तत्र आख्यानार्थे मितः भवन्ति स्मरयति धरयति अन्यथा स्मारयति आध्यानविशेष अर्थः अस्ति चेत् तत्र मितां रच्वः इत्यनेन अर्थत्वं भवति अथवा न स्मारयति इत्येव रूपम् अत्र यत्र आध्यानार्थम् अस्ति चेत् तत्र ह्रस्वत्वं भूत्वा स्मरयति समानरीत्या भयार्थे अस्ति चेत् धरयति अथवा न तत्र ह्रस्वत्वं न भवति अग्रे महोदय एवं रीत्या भवति इति तद् प्रयोगेन एव महोदय प्रयोगेन एव वयं ज्ञातुं शक्नुमः एवं रीत्या चत्वारः आकारान्तः अर्थविशेषे मित् धातवः सन्ति स्वा ज्ञा ग्ला स्ना इति स्वा पाके पाकार्थे अपि भवति स्वेदनार्थे अपि भवति पाकार्थे मित् स्वेदनार्थे मित् न सः स्वपयति इत्युक्ते निक्लेदयति मृदुं कारयति स्वपयति स्वापयति खेदयति स्वेदनं कारयति स्वा इति इत्यनेन तत्र पुगागमः स्वायोग पकारः स्वापि इति अनन्तरम् इदानीं मिताम्रस्वः इत्यनेन तत्र मिताम्रस्वः स्वा पाके इति अस्ति स्वेदनार्थे अतः स्वेदनार्थे मित् न तदपि अदादिगणीयधातुः एव प्रायः श्रा इति पाचकः ओदनं शपयति वा सत्यं टु कुक् टु बायिल् टु एक्स्यूट् टु स्वेट् इति अर्थः अस्ति तदेव स्वा तत् किम् आसीत् अर्थः स्वेदनम् वेदनार्थे मित् न भवति पाकार्थे मित् भवति तदेव शपयति इति भवति प परन्तु तदेव विक्लेदयति, मृदुं कारयति, टु बायिल् टु कुक् इति अर्थे ह्रस्वत्वं भवति, श्रपयति, शापयति यदा स्वेदः इत्यस्मिन् अर्थे तु ह्रस्वत्वं न भवति। किमर्थं ये तृतीय तत्र पाच पाच् धातोः इति भवति वा तत्र? परन्तु प्रेरणार्थे इति सत्यं, किमर्थं तृतीया इति मम प्रश्नः। तत्र पाचकेन इत्यत्र गतिबुद्धिप्रत्यवसान शब्दकर्म कर्मकणानुसरणम् इत्यनेन न भवति। नयति तत्र भक्षणार्थकधातूनां द्वितीया भवति, आद् अखाद् भक्षणार्थको तदापि निज द्वितीया तृतीया भवति, तत्तु खादति किल, पच् किं किमर्थं महोदय? न न पाचकेन इति तृतीया भवति खलु, तत्र सामान्य तत्र न उक्तं खलु, अनभिहिते तृतीया खलु, अनभिहिते तृतीया पाणि पाचकेन ओदनं शपयति तादृश गतिबुद्धिः इदानीं तत्र न भवति खलु, अणौ अणौ कर्तपाचकः किं भवति अत्र श्रा इति शपयति न तत्र स्वार्थे किं भवति तत्र अदादिगणि एतत् अदादिगणीयधातुः श्राति पाचक ओदनं श्राति श्राति आम् तत्र स्वामी पाचकेन ओदनं श्रापयति श्रापयति वेदयति भिन्न तद् भिन्न तत्र तु न भवति शापयति तत्र क्षम्यतां तत्र तु ह्रस्वत्वं न भवति स्वामी सेवकं शापयति अस्तु महोदय अग्रे श्रायोगः णिच् श्रायोगः णिच् अस्ति तत्र कुक् भवति श्रापि इति शापयति रूपं त्रयः ज्ञातव सन्ति भवादिगणे मारणतोषण निशामनेषु त्रयादिगणे अवबोधने चुरादिगणे नियोगे अत्र अग्रे पठामि वा निशामनेषु प्रेरणार्थे त्रयादिगणीयज्ञातातु चुरादिगणीयज्ञातातु विकल्पेन मारणपोषण निशामनम् येषु अर्थेषु निशामनमित्यनेन चाक्षुषज्ञानं येषु अर्थेषु मिताम्रस्वः इत्यनेन ह्रस्वत्वम् अन्यत्र दीर्घत्वम् अस्तु दुर्जनं संज्ञपयति इत्यनेन दुर्जनं मारे संज्ञपयति अस्तु मारणे दुर्जनं संज्ञपयति संज्ञपयति इत्यनेन दुर्जनं मारयति इति अस्तु अग्रे हरिं ज्ञपयति इत्यनेन हरिं सन्तोषयति रूपं ज्ञपयति इत्यनेन दर्शयति बोधयति किन्तु सूचनां ददाति इति चेत् ज्ञापयति अस्तु अत्र मारणतोषणमेव निशामनेषु अर्थेषु नास्ति त्रिषु अर्थेषु नास्ति अतः ज्ञापयति इति भवति ज्ञापयति इत्युक्ते मारयति संज्ञपयति इति मारयति ज्ञापयति इति हरिं संज्ञपयति इति अस्तु तत्र ज्ञा इति अपि भुआदिगणीयधातुः एव तत्र टु किल् टु हर्ट् टु प्लीस् टु साटिस्फै टु पर्सीव् टु अण्डर्स्टाण्ड् तदेव अर्थः प्लीस् इत्येव तोषणं किल निशामनम् इति साटिस्फै फर्सि इति अर्थे भवति किल चक्षुषज्ञानमिति इति अनेन तत्र तत् सूत्रं नास्ति. अनेन तु तत्र वयं तत्रापि मृतां ह्रस्वः इत्यनेन ह्रस्वत्वम् अन्यत्र दीर्घत्वम् अस्मिन् अर्थे विशेष अर्थे ह्रस्वत्वं भवति. यत्र विशेष अर्थः नास्ति तत्र तु दीर्घत्वम् इत्येव. धन्यवादः महोदय. विजयभगिनी अन्ते तद् पठित्वा समापयति वा न्याययोगः णिच्. न्याययोगः निच् न्या योगः पुक् योगः इ पुक् इति अर्थि व्रि एतत् सूत्रेण पुक् भवति. अनुबन्धलोपानन्तरं पकारः एव तिष्ठति. न्या प इ ज्ञापि इति भवति. इदानीं मितं ह्रस्वः इति सूत्रेण ह्रस्वः भवति. ञपि इति भवति. भगिनी एकः प्रश्नः भगिनी अत्र उपरि उपरि तत्र वः अङ्गस्य जुक् नौ विदूनने अत्र नौ इति किमर्थम् आगच्छति भगिनि? न न अत्र नास्ति अत्र नास्ति. मिताम् अङ्गानाम् उपधायाः ह्रस्वः नौ अत्र किमर्थं सप्तमी एकवचने आगच्छति. मिताम् अङ्गानाम् उपधायाः ह्रस्वः निच् प्रत्यये अस्ति चेत् अत्र मिताम् अङ्गानाम् उपधायाः ह्रस्वः बहु किमर्थमिति मया अत्र न्या पुक् आगमः भवति ज्ञापि इति भवति. मितां ह्रस्वः इति सूत्रेण ज्ञपि भवति. तत्र अपि इकारस्य स्थाने गुणः भूत्वा ज्ञपे भवति. यचो यवः यावः इति सूत्रेण ज्ञपयति इति अन्तिमरूपं युष्मणं. तदेव ग्ला इति ग्लपयति. अनन्तरं स्नपि स्नपयति. ह्रस्वहम् अत्र आकारान्तस्थाने ह्रस्वहं मितं ह्रस्वः इति सूत्रेण ह्रस्वः भूत्वा ग्लपयति अनन्तरं स्नपयति इति भवति. ग्ला स्ना वणु वमां च इति घनसूत्रेण उपसर्गराहित्ये विकल्पेन मितः भवन्ति. अत्र उपसर्गम् अस्ति चेत् अत्र तत्र मितः ह्रस्वः न भवति इति. अतः एकवारं मितां ह्रस्वः इत्यनेन ह्रस्वत्वम् एकवारं ह्रस्वत्वं न भवति इति कृत्वा उपसर्गराहित्ये एकैकस्य धातोः रूपद्वयं भवति. ग्लपयति ग्लापयति स्नपयति स्नापयति वणयति वाणयति वमयति वामयति. उपसर्ग राहित्यम् अत्र उपसर्गः नास्ति चेत् अत्र विकल्पेन रूपं द्वयं भवति इति. सा उपसर्गः इति चेत् नित्यं मित्वम् इति कृत्वा मितां ह्रस्वः इत्यनेन नित्यं ह्रस्वत्वं भवति एव. तावदेव भगिनि. उपसर्गः अस्ति चेत् तत्र मृतां ह्रस्वः इत्यनेन नित्यं ह्रस्वत्वम्. उपसर्गं नास्ति चेत् तत्र रूपद्वयम्. अस्तु, अद्य अत्र समापयामः. अग्रिम सप्ताहे वयम् इकारान्तधातवः विषये पठामः. अस्तु, शुभरात्रिः महोदय. धन्यवादः धन्यवादः धन्यवादः भगिनि.